नमस्कारः. अस्माकं पाणिनीयव्याकरणवर्गे सर्वेषां स्वागतं. धातुविज्ञानं द्वितीयभागः इति विषयः अनुवर्तते. तत्र गतवर्गे वयं किं पठितवन्तः इति चेत्, यदि क्रियापदस्य निर्माणं कर्तुम् इच्छामः तस्मिन् सन्दर्भे अस्माकं प्रथमं कार्यम् इत्संज्ञकवर्णानां लोपः. तर्हि धातुः अस्ति चेत् तत्र धातौ इत्संज्ञकवर्णः कः इति ज्ञात्वा तर्हि तस्य लोपं कृत्वा अधुना वयं सिद्धाः स्मः, क्रियापदस्य निर्माणार्थं सिद्धाः स्मः. तस्मिन् सन्दर्भे अस्माकं चिन्तनं कीदृशं भवति इति चेत्, कुत्रचित् ध्वनिः अस्ति, मीना भगिनी म्यूट् कर्तुं शक्नोति वा? नो चेत् अहं स्थापयामि. तर्हि अत्र तस्मिन् क्रियापदस्य निर्माणसन्दर्भे संज्ञकवर्णानां लोपानन्तरं त्रीणि प्रमुखकार्याणि भवन्ति इति ज्ञातवन्तः. तत्र प्रथममस्ति सत्वम्, अनन्तरं नत्वम्, अनन्तरं नुमागमः इति अस्ति. तर्हि सत्वम् इत्यस्य कृते अस्माकं सूत्रमस्ति दात्वादेः शहरः इति सूत्रमस्ति. सूत्रं किं वदति इति चेत्, उपदेश अवस्थायां धातोः आदौ शकारः अस्ति चेत् शकारस्य स्थाने सकारादेशः भवति इति उक्तम्. तर्हि अस्माकम् उदाहरणमस्ति श्वदा इति धातुः, तत्र आदौ उपदेश अवस्थायां तत्र इत्संज्ञकवर्णः अस्ति, दकार उत्तरवर्ति अकारः अनुनासिकः, तस्य लोपं कृत्वा श्वद् इति अस्ति. तर्हि इदानीं प्रक्रियार्थं वयं सिद्धाः. तस्मिन् सन्दर्भे अस्माकं प्रथमं कार्यमस्ति धात्वादेः शहसः. तर्हि आधातोः आदौ शकारः अस्ति, तस्य स्थाने सकारादेशः भूत्वा स्वद् इति इदानीम् अत्र लौकिकधातुः अस्ति. तर्हि तस्मिन् अवसरे एव वयं चिन्तयामः, अत्र नत्वस्य मूर्धन्यणकारः अस्ति चेत् तत्र दन्त्यनकारः भवितुमर्हति वा इति अपि चिन्तयामः, अपि च नुमागमः भवितुमर्हति वा इति अपि चिन्तयामः. तर्हि द्वितीयसोपाने प्रथमम् इत्संज्ञकवर्णानां लोपः, द्वितीयसोपाने एतेषु त्रिषु कार्येषु कस्यचित् प्रवृत्तिः अस्ति वा इति चिन्तयामः. अस्तु, तर्हि अत्र ततः अग्रे इतोपि बहु किमपि वयं चर्चितवन्तः, तद् मनसि किञ्चित् भवेत्, परन्तु अग्रे गत्वा तस्य विषये इतोपि अधिकचिन्तनं भवति. अधुना अग्रे अत्र द्वितीयं कार्यमस्ति नत्वम्. अत्र सूत्रमस्ति नो नः. तर्हि अत्र का पठति? अत्र उमा भगिनी पठति वा? पठामि. नत्वं नो नः उपदेश अवस्थायां धातोः आदौ नकारः अस्ति चेत् नकारस्य स्थाने नकारादेशः भवति. नः षष्ट्यन्तं, नः प्रथमान्तं, द्विपदमिदं सूत्रम्. आदेश उपदेशे अशिति इत्यस्मात् उपदेशे इत्यस्य अनुवृत्तिः धात्वादेः शः सः इत्यस्मात् धात्वादेः इत्यस्य अनुवृत्तिः अनुवृत्तिसहितसूत्रं धात्वादेः नः नः उपदेशे. औपदेशिकधातौ नः इति प्रारम्भं करोति इति चेत् नो नः सूत्रेण नः नकारः भवति. उपदेशे अस्य सूत्रः नः षष्ट्यन्तं, नः प्रथमान्तं, सुद्विपदसूत्रं. कीदृशधातुः भवेत्? धातुः कीदृशः भवेत्? धातुः उपदेश अवस्थायाम् आदौ नकारः अस्ति चेत्. सत्यम्, उपदेश अवस्थायां धातोः आदौ तस्य स्थाने सत्यं सत्यं। तर्हि अत्र सूत्रमस्ति नोणः इति सूत्रम्। अत्र नत्वसम्बद्धसूत्राणि सन्ति, अत्र अत्र विपरीतक्रमः अस्ति। मूर्धन्य णकारः अस्ति चेत् तस्य दन्त्यनकारः भवति। तर्हि अत्र कीदृशधातुः इति चेत् नोपदेशधातुः, नकारः उपदेशे यस्य सः नोपदेशः, तादृशधातुः नोपदेशः धातुः इति वदामः। तादृशधातुः एकक्षणं भगिनि, तादृशधातु हा नोपदेशः धातुः इति वदामः चेत् तादृशधातौ आदौ मूर्धन्यणकारः अस्ति, तस्य स्थाने दन्त्यनकारादेशः भवति अनेन सूत्रेण। यत्र धात्वादेः शः सः इत्यनेन आदौ शकारस्य दन्त्यसकारः, अत्र मूर्धन्यणकारस्य स्थाने दन्त्यनकारादेशः भवति। अत्र एकः संशयः, उपदेशे अशिति इत्यस्य अर्थः? हा, उपदेशे अशिति इत्यस्य अर्थः इदानीं मास्तु, यतोहि तस्मात् सूत्रात् केवलम् उपदेशे इति पदम् अनुवृत्तम् अस्ति अस्मिन् सूत्रे। अतः आदेश उपदेश इष्यति इति न, आदेश उपदेश इष्यति इति सूत्रस्य अर्थः कः इति इदानीं मास्तु। अत्र अस्माकं विषयः अस्ति नोणः इति सूत्रमस्ति, अस्य सूत्रस्य अर्थावगमनार्थम् उपदेशे इति पदम् अनुवृत्तम् अस्ति तस्मात् सूत्रात्। अतः अनुवृत्तिसहितसूत्रं पश्यति चेत् धात्वादेः नः नः उपदेशे, अत्र उपदेशे इति पदम् अनुवृत्तं नास्ति चेत् तर्हि अर्थस्य पूर्णं न भवति। धात्वादेः णः नः इति चेत् कुत्र इति न ज्ञातुं शक्नुमः। तर्हि अत्र विषयसप्तमी अस्ति उपदेश अवस्थायाम्, अत्र विषयसप्तमी अस्ति, अत्र सप्तमीभक्तिः पूर्वकार्यम् इति नास्ति। यद्यपि अत्र उपदेशे इति पदं सप्तम्यन्तं पदम् अस्ति, परन्तु अत्र सामान्यसप्तमीभक्तेः कः अर्थः भवति तादृश अर्थः अस्ति अत्र, न तु पूर्वकार्यम्। उपदेश अवस्थायाम् इति अस्ति, धात्वादेः नः, तत्र धात्वादेः नः तयोः कः सम्बन्धः? धात्वादेः धातु नः इति आदौ अस्ति चेत् नः दन्तनकारः आदेशः अस्ति, रीप्लेसिङ्ग् नः। समीचीनं, हा का उक्तवती? तत्र धातोः आदौ नकारः इति चेत् धातोः अनन्तरं नकारस्य इति च धातोः न धातोः आदौ धात्वादेः नकारः इत्यस्य विशेषणविशेष्यभावं भवति। अत्र विशेषणं किं? विशेषणं नकारः धात्वादेः नकारः विशेष्यं धात्वादेः विशेषणं। समीचीनं। कीदृशनकारः कीदृशणकारः इति पृच्छामः चेत् धात्वादेः नकारः इति ज्ञातुं शक्नुमः। अत्र विशेषणं णः इति विशेष्यं, धात्वादेः इति विशेषणम्। हा समीचीनम्, अस्तु, सूत्रार्थः स्पष्टः इति चिन्तयामि। तर्हि अत्र उदाहरणम् अग्रे विनयमहोदय पठति वा उदाहरणम्? उदाहरणं सर्वे उदाहरणानि अहं अपश्यत् ऋणक् लिङ्यु अत्र सूत्रस्य अनन्तरं किम् अस्ति? सूत्रस्य अनन्तरं नट नृतौ इति धातुः नटं नृतौ इति धातुः प्रथमम् उपदेशे अनुनासिक इत्यनेन अङ्कारस्य संज्ञा तस्य लोपः इत्यनेन लोपः च नट नट अर्थ चन्द्रबिन्दु इत्यादि नट भवति उपदेशे अनुनासिक आधारेण। तर्हि नो नः सूत्रेण आधारेण नट भवति न भवति नट इति लौकिकधातुः नटति लट्लकारे नाटकः प्रत्ययः कृदन्त नूलप्रत्ययः नटनमपि कृदन्तप्रत्ययः ल्युट् अतः नटति नाटकः नटनं नट्टि इत्यादि नटन् क्षत्रि प्रत्यय इत्यादि तर्हि प्रश्नः उदेति अस्य महत्त्वं किम् इति चेत् अत्र एकवारं एकवारं वदतु पुनः तत्र नट इत्यत्र किम् अस्ति इति वदतु नट नट द्विप्रकारेण भवति औपदेशिकधातुः णट अस्ति णट चन्द्रमिन्द्री ट उपरि अतः औपदेशे अनुनासिक तस्य लोपाधारेण चन्द्रबिन्दु गतः अतः णट ट हलन्त इदानीम् अन्यसूत्रः णूनः आगच्छति इत्यनेन णट नट प्रति परिवर्तनं भवति नट लौकिकधातुः अस्ति समीचीनं वा न समीचीनं समीचीनं नट इति लौकिकधातुः अस्ति लौकिक नटति इति लट् रूपं यदि लौकिकधातुः अस्ति तर्हि अनेककार्याणि कार्यरूपं वयं निर्मातुं शक्नुमः नट्टि नाटकः नाटकः नृळ् प्रत्ययः कृदन्त नट्नं ल्युट् प्रत्ययः इत्यादि सत्यं सत्यं बहु समीचीनं सम्यक् तर्हि अत्र उदाहरणं स्पष्टमिति मन्ये नट इति धातुः अस्ति प्रथमम् अस्माकं कार्यमस्ति इत्संज्ञकवर्णानां लोपः अत्र एकः एव वर्णः अच्वर्णः अतः तस्य उपदेशे जननासिक इत् इत्यनेन टकार उत्तरवर्ति अकारस्य अनुनासिक अकारस्य इत्संज्ञा तस्य लोपः इत्यनेन लोपः अधुना नट् इति अस्ति नट् इति सन्दर्भे हलन्त्यम् इति सूत्रस्य कार्यमस्ति वा हलन्त्यं धातु अस्ति यथा अधुपद् अहं न स्मरामि परन्तु हलन्त्यं धातु अस्ति न हलन्त्यम् इति सूत्रेण टकारस्य इत्संज्ञा भवति वा इति प्रश्नः ओ हलन्त्यं सूत्र ओ न भवति टकार एक क्षण न भवति अन्ते नास्ति न क्षम्यतां हलन्त्यं हलन्त्यं अन्ते यदि इत्संज्ञा भवितव्यं तर्हि एव भवति अतः सत्यम् अत्र तु टकारः औपदेशिक अवस्थायां यदा मूले धातुः अस्ति तत्र अन्ते हल् वर्णः अस्ति चेदेव हलन्त्यम् इत्यस्य कार्यम् अत्र तु अन्ते तु अकारः अस्ति अतः हलन्त्यमिति सूत्रस्य प्रसक्तिः एव नास्ति अतः नट् इति अस्ति अधुना नोणः इति सूत्रेण धातोः आदौ यः मूर्धन्यणकारः अस्ति तस्य स्थाने दन्त्यनकारः आगच्छति अतः नट् इति लौकिकधातुः नट् इति धातुं स्वीकृत्य वयं कृदन्तरूपं तिङन्तरूपं यत्किमपि साधयितुं शक्नुमः तिङन्तरूपं साधयामः चेत् अत्र नटति इति रूपं यदि अत्र कृदन्तरूपं साधयितुम् इच्छामः चेत् तत्र नट्योगः नूल् प्रत्ययः अस्ति चेत् तत्र अक नूल् प्रत्ययस्य स्थाने तत्र अक इति आदेशः भवति अतः तत्र नाटकः इति रूपं सिद्धम् अपि च ल्युट् प्रत्ययः अस्ति चेत् तस्य स्थाने अन इति आदेशः अतः नट् योगः अन नटनम् इति रूपं स्वीकृतम् एवमेव अन्यत्रापि नटितः नटितवान् इति तादृश तप्रत्ययान्तरूपं तवत् प्रत्ययान्तरूपमपि साधयितुं शक्नुमः अस्तु तर्हि अस्तु, धन्यवादः महोदय. अत्र तर्हि अत्र प्रश्नः उदेति खलु, अत्र किमर्थम् अत्र यदि धातौ दन्त्यनकारः एव भवेत् चेत् किमर्थम् अत्र मूले मूर्धन्यनकारः उक्तः, तस्य प्रयोजनं किम्, एतादृश णोपदेशधातूनां प्रयोजनं किम् इति प्रश्नः उदेति. तदर्थम् अग्रे उच्यते. अत्र सुमन् भगिनी पठतु. अस्तु, अस्य महत्त्वं किम् इति चेत् कार्यं कुत्रचित् अस्मिन् अवलम्ब्यते यथा नत्वं विषये. उपसर्गात् समासे अपि असासे उपसर्गात् उपसर्गात् समासे अपि नोपदेशस्य उपसर्ग. भगिनि एकक्षणम् एकक्षणम्, अत्र सूत्रम् एकवारम् अत्र विच्छेदन् अकृत्वा पठतु. अस्तु, उपसर्गादसमासे समासेपि नोपदेशस्य समीचीनम्. हा समीचीनम्. उपसर्गस्थात् निमित्तात् परस्य नोपदेशस्य धातोः नस्य णः स्यात्. समासे असमासे अपि आधिक्येन नकारादि धातवः यथा नी नयति, नम नमति, नश् नश्यति इति धातवः वस्तुतः उपदेशे नकारादयः सन्ति. तदा नो नः इत्यनेन लोके नकारादयः भवन्ति. यत्र एते धातवः उपसर्गपूर्वाः भवन्ति, अपि च उपसर्गे नत्वस्य निमित्तं वर्तते यथा तत्र यतोहि उपसर्गः पृथक् पदम् अस्ति, अतः रसाभ्यां नो नः समानपदे इति नत्वविधायकसूत्रेण नत्वं न स्यात्. किन्तु उपसर्गात् समासे अपि क्षम्यताम् उपसर्गादसमासे इति नोपदेशस्य इति सूत्रेण यत्र नोपदेश धातु उपसर्गपूर्वकः अस्ति, अपि च उपसर्गे नत्वस्य निमित्तम् अस्ति, तत्र नत्वस्य निमित्तं समानपदे नास्ति चेदपि नत्वं भवति. एतत् सूत्रं वदति. अस्तु, इदानीं सूत्रस्य पूर्वं उदाहरणं पश्यामः. वयं जानीमः रसाभ्यां नो नः न सूत्रं किं वदति इति. भगिनी सूत्रं किं वदति इति प्रथमं वदतु, अनन्तरम् उदाहरणं पश्यामः. सूत्रस्य अर्थः कः, प्रसङ्गः कः? अस्मिन् सूत्रं वदति उपसर्ग अवस्थायां यदि निमित्तं नत्वस्य निमित्तम् अस्ति तदा नत्वं भवति एव, यद्यपि उपसर्ग भिन्नपदम् अस्ति. निमित्तम् अत्र निमित्तं किम्, उपसर्गे निमित्तमस्ति कीदृशनिमित्तम्? उपसर्गे किमपि नत्वस्य निमित्तम् इत्युक्ते रेफः नो चेत् ऋकारः नो चेत् शकारः. अस्तु अस्तु. इदानीं वयं जानीमः रसाभ्यां नो नः इत्युक्ते नत्वम् इत्युक्ते यदा नकार दन्त्यनकार मूर्धन्य नकारः भवति तत्र किमपि निमित्तं भवेत् इति. तत्र निमित्तानि कानि? रेपः नो चेत् ऋकारः इत्युक्ते स्वरः नो चेत् शकारः. तत् पूर्वम् अस्ति चेत् तस्मात् परं नकारः अस्ति चेत् तत् नकारः नकारः भवति. किन्तु कीदृशसन्दर्भः अस्ति रसाभ्यां नोणः समानपदे इत्यस्य? कीदृशसन्दर्भः? क्षम्यतां न अवगतवती. इत्युक्ते भवती उक्तवती रेपः शकारः अथवा ऋकारः अस्ति चेत् दन्त्यनकारस्य णकारः भवति, परन्तु कीदृशसन्दर्भः? सर्वत्र भवति वा? कुत्र भवति? अहं प्रयत्नं करोमि. न न एकक्षणं, भगिनी वदन्ती अस्ति, भगिनी वदन्ती अस्ति, वदतु. अस्मिन् सूत्रे साक्षात् परं भवेत्. साक्षात् परं भवेत् सत्यम्, अपि च समानपदे. हा, समानपदे इति एव मुख्यविषयः. एकमेव पदं भवेत्. इदानीमेव उक्तवती स्म, वदति स्म अहं. अस्तु, प्रश्नः किञ्चित् पूर्वम्. अस्तु, चिन्ता नास्ति, वदतु. अस्तु, रसाभ्यां नो नः वदति इदानीं समानपदे एव, किन्तु अस्मिन् सूत्रे साक्षात् भवितव्यम् अस्ति चेत् इदानीं नकारस्य णकारः भवति. किन्तु वयं इतोपि जानीमः उपसर्ग अस्ति चेत् तत्तु भिन्नपदम् अस्ति. उपसर्गभिन्नपदं धातु नो चेत् अङ्गं नो चेत् क्रियापदं तु भिन्नम् अस्ति. किन्तु यत्र धातोः औपदेशिकरूपं तत्र आदौ नकार आसीत्, इदानीं नोणः सूत्रेण नकारः अभवत् चेत् एतत् सूत्रं कार्यं न करोति. उपसर्गे निमित्तानि सन्ति चेत् नत्वं भवति एव. अस्तु, समीचीनम्, समीचीनं, तथैव अस्ति. अस्तु, अत्र क्रमेण पश्यामः एकवारम्. अत्र उपसर्गात् समासे अपि नोपदेशस्य इति सूत्रं नत्वस्य सम्बद्धसूत्रं, यत्र नत्वं भवति इत्यस्मिन् विषये अत्र सूत्रमस्ति. सामान्यतया नत्वं कदा भवति इति चेत् अत्र निमित्तं रेपः षकारः, मूर्धन्यषकारः अथवा ऋकारः, मूर्धन्यऋकारः अस्ति चेत् तत्र दन्त्यनकारस्य मूर्धन्यणकारादेशः भवति. तदर्थम् अत्र सूत्रमस्ति रसाभ्यां णोणः समानपदे, इत्युक्ते एकस्मिन्नेव पदे एकं पदं भवेत्, समासस्य प्रसङ्गः नास्ति. एकमेव पदं यत्र अस्ति तत्र, यथा पुष्पाणि इति पदम् एकमेव पदम् अस्ति, तत्र पुष्पाणि इति पदे, तत्र तु भिन्नसूत्रेण भवति, पुष्पाणि इति नास्ति. तत्र वर्णः इति पदमस्ति, वर्णः. तत्र रेपः अस्ति, रेपस्य अनन्तरं दन्त्यनकारः अस्ति, वर्णः इति एकमेव पदमस्ति. तर्हि तत्र बकारः, अकारः, रेपः, दन्त्यनकारः अनन्तरम् अकारः. तर्हि रेपस्य साक्षात् अनन्तरं दन्त्यनकारः अस्ति, अतः रषाभ्यां नोनः समानपदे इति सूत्रेण रेपः एव निमित्तम् अस्ति, एकमेव पदम् अस्ति, अतः दन्त्यनकारस्य स्थाने मूर्धन्यणकारादेशः भवति, वर्णः इति सिद्धम् अस्ति पदम्. तर्हि तदर्थं सूत्रमस्ति रषाभ्यां नोनः समानपदे. समानपदे इत्यनेन किम् अवगम्यते इति चेत् समासस्य प्रसङ्गः नास्ति इति अवगम्यते. यतोहि समासे पदद्वयं भवति, परन्तु अत्र तु एकमेव पदं भवेत्. यत्र समासः अस्ति तत्रापि कुत्रचित् णत्वं भवितुम् अर्हति. कुत्र इति चेत् तदर्थम् अत्र सूत्रमस्ति उपसर्गात् असमासेऽपि णोपदेशस्य इति सूत्रमस्ति. एतत् सूत्रं वदति कुत्रचित् समासस्य प्रसङ्गे अपि णत्वं भवितुम् अर्हति. कुत्र कीदृशसन्दर्भः इति चेत् पूर्वम् उपसर्गः भवेत्. उपसर्गः अपि एकं पदम् अस्ति, पृथक् पदम् अस्ति, यतोहि तत्रापि सुप्रत्ययः विधीयते. उपसर्गः अस्ति, तस्य अनन्तरम् अन्यत् पदमस्ति, धातुभ्यः विद्यमानः कश्चन प्रत्ययः पदमस्ति. अत्र धातुः कीदृशः, उपसर्गः अस्ति तदनन्तरं धातुः कीदृशः इति चेत् नोपदेशधातुः, इत्युक्ते तादृशधातुः यस्य आदौ मूर्धन्य णकारः अस्ति इति तादृश औपदेशिकधातुः. तादृशधातुः अस्ति चेत् इदानीम् उपसर्गे निमित्तम् अस्ति वा इति पश्यामः. उपसर्गे निमित्तं कीदृशनिमित्तम् इति चेत् रेपः, षकारः अथवा ऋकारः निमित्तम् अस्ति चेत् अत्र धातौ, तस्य अनन्तरं यः धातुः अस्ति तस्मिन् दन्त्यनकारस्य मूर्धन्यणकारादेशः भवति. इत्युक्ते अत्र क्रमेण पश्यामः चेत् अत्र परियोगः णीय इति धातुः अस्ति. अत्र णी इति नयति इति यत् रूपम् अस्ति, नयति, तत्र औपदेशिकधातुः अस्ति णीय इति धातुः अस्ति. एकक्षणम्, हा, णीय इति धातुः अस्ति. णीय इति धातौ तत्र अन्ते ण्यकारस्य इत्संज्ञा भवति हलन्त्यम् इत्यनेन. इदानीं णी इति अस्ति, तत्र मूर्धन्यणकारः अस्ति इति कृत्वा णोणः इति सूत्रेण अस्माकं कार्यं भवति. णोणः इत्यनेन मूर्धन्यणकारस्य स्थाने दन्त्यनकारः आगच्छति. तर्हि इदानीम् अत्र लौकिकधातुः अस्ति णी इति धातुः. तर्हि परि इति उपसर्गः, अनन्तरं णी इति लौकिकधातुः. उपदेशावस्थातः कार्याणि कृत्वा, इत्संज्ञकवर्णानां लोपं कृत्वा, तदनन्तरं णोणः इति सूत्रस्य कार्यानन्तरं णी इति अत्र लौकिकधातुः. अधुना पश्यामः अत्र उपसर्गात् असमासे अपि नोपदेशस्य इति सूत्रेण परि इत्यस्मिन् अत्र रेपः अस्ति निमित्तम्. अनन्तरं णी इति धातुः नोपदेशधातुः अस्ति, अतः अत्र अनेन सूत्रेण णी इत्यस्य नकारस्य मूर्धन्य णकारादेशः णत्वं भवति. नकारादेशः भूत्वा परिणी इति भूत्वा परिणी, इदानीं तत्र अन्यः प्रत्ययः विद्यते चेत् ल्युट् युट् इति प्रत्ययः चिन्तयामः चेत् तत्र अन इति भवति. प्रयोगः नियोगः अण, तत्र णत्वं भूत्वा प्रणयनम् इति रूपं निष्पणं भवति. अवगतं वा? प्रश्नः अस्ति वा भगिनी? नोपदेशस्य इत्युक्ते किम् अस्ति? णोपदेशस्य इत्युक्ते उपदेश अवस्थायां यः धातोः आदौ णकारः अस्ति. नोपदेशः उपदेशावस्थायां धातोः आदौ णकारः. एतत् सूत्रे समास असमास निमित्तं न? असमासे अपि भवितुमर्हति, समासे अपि भवितुमर्हति. उपसर्गः अस्ति इति कृत्वा एव समासः इति अवगम्यते. उपसर्गः अस्ति इति कृत्वा एव अवगम्यते अत्र समासः. पदद्वयं वर्तते अतः समासः इति अवगम्यते. परन्तु एतत् सूत्रं समासे अपि भवति, असमासे अपि भवति. द्वयमपि साधयते. किमर्थम् असमासे दत्तं? किमर्थम् असमासे दत्तम् इति चेत् यत्र उपसर्गः अस्ति, अन्यत् पदमस्ति, तत्र समासः इति अवगम्यते. परन्तु यत्र उपसर्गः अस्ति तदनन्तरं तिङन्तपदम् अस्ति तत्र समासः नास्ति खलु. समासः तु सुबन्तयोः भवति, अतः यत्र तिङन्तपदम् अस्ति. यथा अत्र उदाहरणम् अग्रे दत्तमस्ति, प्रयोगः नदति, प्रयोगः नदति, तत्र प्रणदति इति रूपम् असमासे अपि भवति. अत्र प्रायः समासः सुबन्ते मध्ये एव भवति, कुत्रापि रार्ली इट् विल् कम् इन् तिङन्तम् आल्सो वा? हा, तिङन्ते अपि भवितुमर्हति. प्रसक्तिः अस्ति चेत् तिङन्ते अपि भवितुमर्हति. ओके ओके. अत्र अत्र सूत्रद्वयं भवति, एकः नो नः, अन्यः नः नः नो नः. एकः नो नः अदा अन्यः नो नः. एते सूत्रद्वयम्. न न, अत्र नोणः इति एकं सूत्रमस्ति, अन्यत् सूत्रमस्ति उपसर्गात् समासे अपि णोपदेशस्य इति सूत्रम्. अनेन सूत्रेण प्रथमं नोणः इति सूत्रेण दन्त्यनकारस्य मूर्धन्य न मूर्धन्यणकारस्य दन्त्यनकारादेशः भवति धातोः आदौ. तदनन्तरम् अत्र उपसर्गात् समासे अपि इत्यनेन उपसर्गे निमित्तम् अस्ति चेत् दन्त्यनकारस्य पुनः मूर्धन्यणकारादेशः भवति. पूर्वं न एव आसीद् वा? पूर्वं न एव आसीत् किल? सत्यं, मूले धातौ मूर्धन्यणकारः आसीत्, तस्य दन्त्यनकारादेशः भवति नोणः इति सूत्रेण. इदानीम् अत्र परियोगः परियोगः नी इति अस्ति. अत्र नी इत्यस्य पुनः अत्र णत्वं भवति, मूर्धन्यणकारादेशः भूत्वा परीणि परीणि इति रूपं भवति. भगिनि, उपसर्ग उपसर्गाद समासे अपि नोपदेशस्य सूत्रम् अपवादसूत्रम् इति नामकरणं कर्तुं शक्नुमः? कस्य अपवादः? नोणः सूत्रेण न भवति ततः इति. न न न, नोणः इत्यनेन भवति एव, नोणः इत्यनेन प्रथमं भवति. हा, यतोहि तत्र औपदेशिकधातुः तु णीय इति अस्ति खलु, तत्र मूर्धन्य णकारः अस्ति आदौ, णीय इति अस्ति. तर्हि लौकिकधातुं साधयितुं तत्र मूर्धन्य णकारस्य नकारः भवति णोणः इति सूत्रेण. अधुना लौकिकधातुः अस्ति णी. किं पुनः अयं नः एव नः भवति? हा हा हा, अत्र अत्र अत्र पश्यतु भगिनि, अरुणा भगिनि, मूले धातुः णीय इति अस्ति, तत्र लौकिकधातुं साधयितुं णोणः इत्यनेन मूर्धन्यणकारस्य नकारादेशः भवति, दन्त्यनकारः भवति. तर्हि अत्र णी इति लौकिकधातुः अस्ति. इदानीम् उपसर्गपूर्वकः परियोगः णी इति ल्युट् इति रूपं चिन्तयतु. तर्हि तत्र किं भवति इति चेत्, इदानीं प्र इति उपसर्गः, णी इति धातुः, अनन्तरं ल्युट् इति कृदन्तं पदम्, अत्र समासस्य प्रसङ्गः अस्ति. तर्हि अत्र प्र इत्यस्मिन् उपसर्गः अस्ति, तत्र रेपः निमित्तम् अस्ति, अनन्तरं तत्र णी इति नोपदेशधातुः, इत्युक्ते तादृशधातुः यस्य आदौ मूर्धन्यणकारः आसीत्, इदानीं तादृशधातुः अस्ति इति कृत्वा तत्र रेपस्य निमित्तं रेपनिमित्तम् अस्ति इति कृत्वा तत्र दन्त्यनकारस्य मूर्धन्यणकारादेशः भवति. अतः एव अवगतं भगिनि, अवगतम्. अतः अपवादः इति नास्ति, तस्यापि कार्यं भवति, नोणः इत्यस्यापि कार्यं भवति. हा, अपवादः इत्युक्ते तस्य नोणः इति कार्यं न भवति खलु, परन्तु तस्यापि कार्यं भवति. पदे निमित्तस्य अपवादं तथा एव खलु. समानपदम् इदानीं तस्य निमित्तं वयं न स्वीकुर्मः. न, रसाभ्यां नोणः इति इत्यस्य प्रसक्तिः एव नास्ति खलु. प्रयोगः णि इत्यत्र षाभ्यां नोणः इत्यस्य प्रसक्तिः एव नास्ति. किमर्थं? यतोहि समानपदमेव नास्ति. अस्तु, इदानीं तु उपसर्गात् असमासे अपि नोपदेशः तत्सूत्रम् एव ज्ञात्वा करोतु. सत्यम्, अन्यसूत्रस्य प्रसङ्गः एव नास्ति. दशाभ्यां नूनः समानपदे इत्यस्य प्रसक्तिः नास्ति इति कृत्वा एव नूतनसूत्रं कृतं खलु. नो चेत् सूत्रस्य आवश्यकता नास्ति. यदि दशाभ्यां नूनः इति कार्यं सर्वत्र कर्तुं शक्नोति इति चेत् तत्र अस्य सूत्रस्य महत्त्वमेव नास्ति. ओ, अहं चिन्तितवती समानपदस्य निमित्तानि इदानीं वयं न स्वीकुर्मः. समानपदे नास्ति अपि भवति इति. न न न, समानपदे अस्ति चेदेव रसाभ्यां नूनः कार्यं करोति, अन्यत्र नास्ति. अस्तु, अत्र गीताञ्जलिसूत्रे समानपदम् अर्थात् समानपदम् इत्युक्ते एकं पदम्, एकं पदम्, एकं पदम्, हा एकं पदम्. भगिनि, एकं स्पष्टीकर्तुम् इच्छामि. प्रणयनं, परिणामः, ते सर्वे वयम् इदानीं समास इति वदामः, यतोहि तत्र उपसर्गः अस्ति, अन्यसुबन्तपदम् अपि अस्ति खलु. सत्यं सत्यं, सर्वत्र समासः. अस्तु, अत्र सूत्रस्य अर्थः गीताञ्जलि भगिनी एकवारं वदतु, सूत्रस्य अर्थः कः? अवगतं वा? अधुना भगिनी किञ्चित् उपसर्गादसमासे पीणोपदेशस्य इति सूत्रम् इति वदति. यदि उपसर्ग अस्ति अपि च असमासे किमपि अस्ति चेत् यदा उपसर्ग अस्ति चेत् तदनन्तरं रसाभ्यां नोणः प्रसक्तिः एव नास्ति. असमासे अपि असमासे इत्युक्ते यदि सुबन्त सर्वे सुबन्तपदानि नास्ति चेत् एव अपि णोपदेशस्य इत्युक्ते यदि औपदेशिकव्यवस्थायां णकार अस्ति आसीत् तदनन्तरं लौकिकरूपं पुनः णकार णकार भवति उपसर्ग अस्ति चेत् अपि च असमासे अस्ति चेत्. हा, समासे अपि भवति, असमासे अपि भवति खलु. अत्र प्रसङ्गः कः इति चेत् समासे अपि भवितुमर्हति. अत्र पदद्वयं वर्तते, एकं पदमस्ति उपसर्गः, एकं पदम् उपसर्गः, अन्यत् पदं तिङन्तं भवतु सुबन्तं भवतु इति प्रसङ्गः. उपसर्गः इति एकं पदम्, अन्यत् पदं तिङन्तं पदं भवतु सुबन्तं पदं भवतु, उभयत्र सूत्रं कार्यं करोति. तर्हि कीदृश उपसर्गः इति चेत् उपसर्गे निमित्तं भवेत्. निमित्तं रेपः, षकारः, ऋकारः, एतेषु त्रिषु वर्णेषु अन्यतमः वर्णः अस्ति चेत् अत्र नत्वं भवितुम् अर्हति. कदा भवति इति चेत् धातुः कीदृशः इति चेत् नोपदेशधातुः, इत्युक्ते तादृशधातुः यस्य आदौ मूर्धन्यणकारः अस्ति, तस्य दन्त्यनकारः जातः नोणः इति सूत्रेण. अदु तादृशधातोः अधुना पुनः णत्वं क्रियते, यतोहि निमित्तम् अस्ति उपसर्गे इत्येव सूत्रस्य अर्थः. प्रश्नः कः? पूर्वं ये न ये नगारः नगाराः भवन्ति तेषां गृहे एव पुनः न आगमनं. सत्यं सत्यम्. आदौ मूले मूर्धन्ये णकारः अस्ति चेत् तत्र पुनः णकारः आगच्छति. तर्हि अत्र प्रश्नः उदेति, किमर्थं मध्ये तत्र नकारः किमर्थं कृतं? तत्र धातुः एव मूले एव इत्युक्ते नोणः नोणः अपि च उपसर्गात् समासे अपि नोपदेशस्य तयोः सम्बन्धः कः इति अवगच्छति वा कोऽपि? वदतु सम्बन्धः कः किं भगिनि? अरुणा भगिनी वदतु. नोणः अपि च नोणः अपि च उपसर्गात् समासे अपि नोपदेशस्य तयोः सम्बन्धः कः? इत्युक्ते अत्र यदि धातोः मूले मूर्धन्यणकारः अस्ति तर्हि तत्र दन्त्यनकारं वयं कृतवन्तः नोणः इति सूत्रेण. अत्र पुनः मूर्धन्यणकारः वयं कुर्मः, किमर्थम् एतादृशः? यदि तत्र मूर्धन्य यदि तत्र अन्ततो गत्वा मूर्धन्य नकारः एव भवति इति चेत् तत्र किमर्थं तत्र मध्ये नकारः इति कृतः इति प्रश्नः. तस्य सम्बन्धः कः अत्र? किमर्थं कृतम्? अरुणा भगिनी किं चिन्तनं? चिन्तयामि भगिनि. नोपदेशस्य धातोः नः अस्ति चेत् अपि उपसर्ग आगच्छति, उपसर्ग आगच्छति वित् उपसर्गनिमित्तं निमित्तम् उपसर्गे निमित्तम् अस्ति अपि चेत् समासे वा असमासे वा अपि पुनः नत्तुम् आगच्छति. तत् कार्यमस्ति, तत् कार्यमस्ति, परन्तु तत्र उपसर्गं निमित्तीकृत्य एव नः नत्वं पुनः प्राप्यते किल. उपसर्गं निमित्तीकृत्य एव नः पुनः नः भवति. सत्यं, यत्र उपसर्गः नास्ति तत्र तु दन्त्यनकारः एव तिष्ठति इति एव अत्र मुख्यविषयः अस्ति. इत्युक्ते नदति इति रूपं अत्र नयति इति रूपम् अस्ति खलु, नीय इति धातुः अस्ति, तस्मात् अत्र नयति इति रूपम् अस्ति. तत्र केवलं नोणः इति सूत्रेण मूर्धन्य णकारस्य नकारादेशः भूत्वा नयति इति रूपं, तत्र तु मूर्धन्य णकारः नास्ति. तदर्थम् अत्र नोणः इति सूत्रं कृतं, यतोहि तेन मूर्धन्य णकारस्य दन्त्यनकारः भवतु, अतः नयति इति रूपं सिद्धं. परन्तु यत्र प्र उपसर्गपूर्वकः नी इति धातुः प्रणयति इति रूपम् अस्ति चेत् प्रणयति इति रूपं वयं जानीमः, तत्र तु प्र इति उपसर्गपूर्वकः नीय इति धातुतः लट् लकाररूपम् अस्ति. तत्र वयं पश्यामः चेत् तत्र इदानीम् उपसर्गनिमित्तम् अस्ति इति कृत्वा तत्र पुनः मूर्धन्य णकारादेशः भूत्वा प्रणयति इति रूपं निष्पन्नं भवति. अतः अत्र कुत्रचित् दन्त्यनकारः एव तिष्ठति रूपेषु, कुत्रचित् मूर्धन्यणकारः भवति. कुत्र मूर्धन्यणकारः भवति इति चेत् यत्र समासस्य प्रसङ्गः, इत्युक्ते उपसर्गपूर्वकः अस्ति अथवा समासे अपि यत्र उपसर्गपूर्वकः अस्ति तत्र भवति, अन्यत्र न भवति इति अत्र भेदः अस्ति. स्पष्टं वा? प्रश्नः अस्ति वा? अवगच्छति वा? वस्तुतः ऋषाभ्यां नोणः समानपदे इति सूत्रस्य अन्यव्याख्यानम् अन्यसम्बन्धसूत्रमस्ति. उपसर्गात् समासे अपि नोपदेशस्य इति चिन्तयामि. इत्युक्ते तत्र रषाभ्यां नूनः समानपदे इति अस्य कार्यक्षेत्रं बहु लघु अस्ति. समानपदम् अस्ति चेदेव तस्य कार्यं भवति, सर्वत्र न भवति. अधुना अत्र समासस्य प्रसङ्गः अस्ति चेत् रषाभ्यां नोणः समानपदे कार्यं न करोति. तदर्थम् अत्र सूत्रमस्ति उपसर्गात् समासे अपि नोपदेशस्य इति. तस्य व्याख्यानमेव तस्य व्याख्यानम् इति तस्य समानरीत्या कार्यं समानरीत्या कार्यं, परन्तु समासस्य प्रसङ्गः. अस्तु, अत्र उदाहरणं पश्यामः. अस्तु, उदाहरणं पश्यामः अग्रे. अत्र अरुणा भगिनी पठतु. आं भगिनि, यदा समासस्य उदाहरणमस्ति प्रायोगः नी योगः ल्युट् ल्युट् प्रायोगः नयनं प्रणयनं प्रणयनम् इति रूपं भवति. अत्र परियोगः नामः परिणामः, परियोगः नी नूल् प्रत्ययः परिणायकः, परियोगनं तिन् प्रत्ययः परिणतिः, परियोगनः सा परिणद्धं, परियोगनं योगः घञ् प्रत्ययः परिणामः अत्र वदति अत्र प्रा योग उपसर्गः नि इति न उपदेशे उपदस्य धातुः नोणः इति सूत्रे नि भवति लुट् इति कृदन्तप्रत्ययः नि गुण भवति प्रयोग ने भवति तदनन्तरम् आ ल्युट् स्थाने आ आगच्छति अक अम् आगच्छति अहं मन्ये अन अन अन अन आगच्छति ततः ने प्रायोगः नेयोगः अन प्रनयनं भवति तदनन्तरं तथाभ्यां नो नः समानपदे इति सूत्रेण नप्तं पुनः न न कथं रसाभ्यां नो नः समानपदे अत्र समानपदं कुत्र अस्ति क्षम्यतां लुट् कृदन्तपद न भगिनि हा कृदन्तपदम् अस्ति परन्तु नयनम् इति एकमेव पदं खलु तत्र निमित्तं कुत्र अस्ति उपसर्गनिमित्तकारणमस्ति ततः ततः उपसर्गात् समासे अपि नोपदेशस्य सूत्रेण नत्तं भवति हा कुत्र अस्ति निमित्तं रेफा अस्ति पकार अकार रेफा अस्ति उपसर्गे निमित्तमस्ति सत्यम् उपसर्गे निमित्तमस्ति अपि च धातुः अत्र नयनम् इति पदे धातुः कः कीदृशधातुः इति चेत् नोपदेशधातुः यस्य आदौ उपदेशावस्थायां मूर्धन्य णकारः आसीत् तादृशधातुः अस्ति अधुना अत्र नूनः इति तस्य दन्त्यनकारः जातः पुनः अत्र मूर्धन्य णकारादेशः भवति उपसर्गात् समासे अपि नोपदेशस्य इति सूत्रेण पुनरपि मूषिका भवति हा अस्तु अग्रे अत्र रामनाथन् महोदय पठतु भगिनी यदि उपसर्ग नास् किं यदि उपसर्ग किमपि पदे अस्ति चेत् तदनन्तरं रसाभ्यां नोणः कार्यं सामान्यतया न करोति इति तु न करोति उपसर्गः अस्ति चेत् तत्र समासस्य प्रसङ्गः भवति यतोहि भिन्नपदम् अस्ति उपसर्गः भिन्नपदम् अन्यत् पदं भिन्नपदम् द्विवारं दत्तम् आसीत् अत्र चिन्ता नास्ति द्विवारं दत्तं किम् नो नः इति सूत्रेण ये धातवः नकाराः भवन्ति तेषाम् अर्थे तेषां कृते एव अयं सूत्रं सत्यं सत्यम् अत्र विजयलक्ष्मी भगिनी द्विवारं दत्तमस्ति चिन्ता नास्ति अत्र तदेव तत्र वक्तुम् इच्छति अत्र किमर्थं द्विवारं दत्तम् इति न जानामि परन्तु तत्र समानरूपं घञ् नामः इति एव वा सत्यम् अस्तु नमयोगः घञ् नामः इति णामः इति सत्यम् अस्तु अत्र रामनाथन् महोदय द्वितीयम् उदाहरणं परियोगः नामः परि इति उपसर्गं नामः इति सुबन्तम् एतत् योजनकाले समासः भवितुम् अर्हति परिनामः इति समासे अस्ति चेत् अपि उपसर्गात् योजनकाले नकारस्य दन्तनकारस्य स्थाने मूर्धन्य नकारः भवितुम् अर्हति इति कारणात् परिणामः इति रूपं हा सत्यम् अत्र धातुः कः नम इति नम इति धातु नो नः इति सूत्रात् मूर्धन्यकारात् स्थाने दन्त्यनकारः भवति नाम इति नामः सत्यं हा वस्तुतः अत्र परियोगः नम् योगः घञ् इति अस्ति तर्हि नम् इति धातुः मूले णम इति अस्ति णकारः मूर्धन्य णकारः अकारः मकारः अकारः अनुनासिक अकारः अनुनासिक आकारस्य संज्ञा भवति उपदेशे जननासिक इत् इत्यनेन. इदानीं णम् इति अस्ति, तत्र मूर्धन्यणकारस्य दन्त्यनकारः णोणः इत्यनेन, अतः लौकिकधातुः अस्ति नम्. परियोगः नम् योगः घञ्, अत्र समासस्य प्रसङ्गः अस्ति, यतोहि पदद्वयं वर्तते. तर्हि समासे अत्र परि इति पदे रेपः निमित्तमस्ति, अनन्तरं तत्र भिन्नपदे तत्र नकारः दन्त्यनकारः अस्ति, अतः उपसर्गात् उपसर्गस्तात् निमित्तात् परस्य नोपदेशस्य धातोः नस्य नः स्यात् इत्यनेन दन्त्यनकारस्य णकारः, अतः परि णामः इति रूपम्. किमर्थं दीर्घं भवति नकारं, नं वा नां वा? नामः, अत्र घञ् इति प्रत्ययः अस्ति इति कृत्वा तत्र उपादायाः वृद्धिः भवति, अतः नामः. नमति भगिनि, नमति, नमतः, नमन्ति, नम, हा तादृश अर्थः, परि उपसर्ग योजयित्वा तादृश अर्थः, परिणमति. अग्रिम उदाहरणं पठति वा? पठति वा? पठतु, अग्रिम उदाहरणं पठतु. परियोगः नी धातुः, योगः नुवल्, अकः अस्ति, ओके. परियोगः नायकः, परिनायकः, इदानीम् एतत् उपसर्गे असमासे अपि नो पद नो उपदेशस्य इति सूत्रस्य नत्वं भवति परिनायकः इति रूपम्. सत्यम्. अत्र नूल् प्रत्ययः कीदृशप्रत्ययः? किं कृत् प्रत्ययः, तत् प्रत्ययस्य स्वभावः कः? अरुणभगिनी वदतु, आर्धदातुकप्रत्ययः अस्ति, अतः नुल् स्थाने अक इति आदेशः भवति. तदनन्तरं परि परिणि योगः अक नि स्थाने प्रथमं ने भवति, तदनन्तरं नै भवति, परिनायकः इति रूपं सिद्धिं भवति. अत्र गुणः नास्ति वस्तुतः, अत्र वृद्धिः भवति. यदा अस्माभिः निच् प्रत्ययः अस्ति चेत् वृद्धिः भवति, तथैव अपि यथा अछोयणिति इत्यनेन वृद्धिः भवति, एवमेव अत्रापि नि इत्यस्य वृद्धिः नञ् नञ् अनन्तरं नञ् योगः अक यचोय वायावः इत्यनेन नाय् योगः अक नायकः, इदानीं नत्वमपि कृत्वा परिनायकः. नूल् प्रत्यये कर्तृर्थे भवति वा? कर्तृर्थे एव भवति. अस्तु, अग्रे वसन्ति भगिनी, अग्रे अग्रिमं करोतु. एकः प्रश्नः भगिनि, यदि असमासे न असमासे तु न यदि समानपदे नास्ति, तदनन्तरं रसाभ्यां नोणः प्रसक्तिः एव नास्ति. यदि रसाभ्यां नोणः प्रसक्तिः एव नास्ति, कथं जानीमः रकार अस्ति, षकार अस्ति, आदौ निमित्तं कथं जानीमः तत्र निमित्तं केन? तत्र सूत्रे, तत्र वस्तुतः सूत्रे अनुवृत्तिसहितसूत्रं न दत्तम्, अनुवृत्तिसहितसूत्रम् अत्र न दत्तमस्ति. अनुवृत्तिसहितसूत्रे पश्यामः चेत् रसाभ्यां नोणः इत्यस्य अनुवृत्तिः अस्ति अत्र अस्मिन् सूत्रे, रसाभ्यां नोणः इत्यस्य अनुवृत्तिः अस्ति. अपि च अन्यत् सूत्रमस्ति अट्कुप्वाङ्गं व्यवाये अपि इति अन्यत् सूत्रमस्ति, तस्यापि अनुवृत्तिः अत्र अस्ति. अतः एव अत्र पश्यति चेत् रेपस्य साक्षात् अनन्तरं नकारः नास्ति, मध्ये अकारः अस्ति चेदपि कार्यं भवति. हा, स्वरः अट् प्रत्याहारस्य वर्णः, नो चेत् कवर्गीयवर्णः, पवर्गीयवर्णः, अनुस्वारः अथवा आङ् इति उपसर्गः, एते वर्णाः मध्ये भवन्ति चेदपि नत्वं भवति. इत्यत्र सम्पूर्ण अनुवृत्तिसहितसूत्रं न दत्तमस्ति, परन्तु रसाभ्याम् इति अनुवृत्तिः अस्ति इति कृत्वा रेपशकाराभ्याम् इति तदेव निमित्तम्. ओ अस्तु, धन्यवादः. अस्तु, वसन्ति भगिनि, अग्रे अग्रिम उदाहरणानि समानानि सन्ति, एकवारं पठतु. अस्ति वा वसन्ति भगिनि? परि योगः नम् योगः तिल् परिणतिः तिल् तत् कृतन्तप्रत्यय वा सत्यं किं तद् कण्टेण्ट् इति स्त्रीलिङ्गे भवति यथा मतिः गतिः इति एतादृशरूपाणि भवन्ति खलु एवमेव नतिः इति रूपम् परि उपसर्ग उपसर्ग इति कारणेन नकार दन्तव्यनकारः लम् धातोः मूर्धन्यनकारः भवति सो परिणतिः इति अत्र तु वयं तु एतावता वयं तु अत्र पुगन्तलघुपदस्य सारधातु पारधातुके सर्वं पठितवन्तः अतः अत्र प्रक्रिया तु अपि चिन्तयितुं शक्नुमः खलु तिङ् इति प्रत्ययः कीदृशप्रत्ययः तिङ् शीत् सार्वधातुकं तिङ्गन्तप्रत्ययः न तिङ् इति प्रत्ययः तिङ्गन्तप्रत्ययः नास्ति तिङ् इति कुत्र अस्ति हा अत्र तिङ्क्षित् भिन्नः अस्ति अतः सार्वद आर्धदातुकप्रत्ययः ओके आर्धदातुकप्रत्ययः खलु हा शोभाभगिनी वदतु तत्र ककारस्य लोपः भूत्वा इत् भूत्वा लोपः भूत्वा कित् इति भवति कित् प्रत्ययः तत्र किम् अवशिष्यते कित् इति तिन् इति प्रत्ययः किम् अवशिष्यते तत्र ककारः गच्छति चेत् तिन् इति अनन्तरं नकारस्य अपि लोपः हलन्त्यं तस्य लोपः इत्यनेन ति इति एव अवशिष्यते हा परियोगः नम् योगः ति अधुना परियोगः नम् योगः ति अधुना ति प्रत्ययस्य कारणेन किमपि तत्र कित् इति अर्धधातुकप्रत्ययः अतः तत्र सार्वधातुक अर्धधातुकयोः इत्यनेन एव गुणः भवति किन्तु परिणतिः तत्र नकारस्य नकार एव भवति उपसर्गः अस्ति इति कृत्वा उपसर्गाद् उपसर्गाद् समासेपि णोपदेशस्य इति सूत्रेण तत्र उपसर्गस्य निमित्त कारणेन रकारस्य कारणेन णत्वं भूत्वा परिणतिः इति भवति हा तत्र वस्तुतः गुणस्य प्रसङ्गः नास्ति यतोहि इगन्त अङ्गं नास्ति तत्र वस्तुतः मकारस्य लोपः भवति भिन्नसूत्रेण तर्हि परियोगः नतिः कस्य भगिनी कस्य सूत्रेण मकारस्य लोपः इदानीं मास्तु महोदय अनुदातोपदेश वनति तनोति आदीनां अनुनासिकस्य क्विज्जलोः क्निति इति एकं सूत्रमस्ति दीर्घं सूत्रं तेन सूत्रेण मकारस्य लोपः भवति अतः तत्र परिणतिः इति रूपम् अग्रे अग्रे पठामः किल सत्यं सत्यम् अग्रे गत्वा पठामः हा परियोगः नः योगः तः तप्रत्ययः तत्रापि अत्र उपसर्गात् समासे पीणोपदेशस्य इत्यनेन णत्वं भवति यतोहि परि इत्यस्य निमित्तमस्ति अत्र नः इति धातुः मूले नः इति अस्ति नः मूर्धे णकारः अस्ति णोपदेशधातुः अतः परिणद्दम् इति रूपं परियोगः नम् योगः गयि तु वयं दृष्टवन्तः एव पूर्वम् अस्तु भगिनी नम् अत्र मकारस्य नाविभक्तौ तुस्माः इत्यनेन लोपः न जातः खलु न विभक्तौ तुस्माः इति न अत्र अत्र नम् इति धातुः अस्ति न तु प्रत्ययः अत्र अस्तु अस्तु अस्तु सारि अस्तु भवती एव अग्रे पठतु भगिनि किं प्रश्नः प्रथमम् उदाहरणं प्रायुग नि तत्र तु व्यवधानम् अट् आ अस्ति तदं तत्र तु किं उपसर्गस्य सामर्थ्यमस्ति परि, किन्तु परि इति व्यवधानम् इकार अस्ति अट्कुप् वायु नु तस्मिन् न दृश्यते खलु अत्र उक्तं खलु अट्कुप्वाङ् नुं व्यवायेपि इत्यस्य अनुवृत्तिः अस्ति अतः अट् प्रत्याहारस्य अहं वदामि अत्र महोदयं तत्र अनुवृत्तिः स्थापयतु इति वदामि परन्तु तत्र अट्कुप्वाङ् नुं व्यवायेपि इत्यनेन एते वर्णाः मध्ये सन्ति चेदपि नत्वं भवति अतः स्वरः अस्ति नो चेत् पवर्गीयवर्णः अस्ति कवर्गीयवर्णः अस्ति अनुस्वारः भवतु नो चेत् आङ् इति उपसर्गः भवतु यत्किमपि भवतु मध्ये तथापि णत्वं भवति अस्तु अग्रे विजयलक्ष्मी भगिनि असमासे समासः सुबन्तानां भवति न तु तिङन्तानाम् अतः यत्र उपसर्गे णत्वस्य निमित्तम् अस्ति अपि च तेन सह तिङन्तपदस्य संयोजनं भवति तस्य समासो नास्ति यथा प्रयोगः नदति प्रणदति अग्रे पठामि नदौ धातुः अनुबन्धलोपानन्तरं नो नः इत्यनेन नत्वविधानं नद् नद् योगः शप् योगः ति नदति प्रयोगः नदति उपसर्गात् समासे अपि नोपदेशस्य इत्यनेन असमासे अपि उपसर्गस्थात् निमित्तात् नोपदेशस्य नत्वं प्रणदति इति असमासे इत्युक्ते किम् इति अत्र व्याख्यानं दत्तमस्ति समासः तु वस्तुतः सुबन्तानामेव भवति तिङन्तानां न भवति अतः यत्र उपसर्गे णत्वस्य निमित्तम् अस्ति तत्र तेन सह तिङन्तपदस्य संयोजनं भवति चेत् अपि समासः तु न भवति परन्तु असमासे इति सूत्रात् उपसर्गात् असमासेपि नोपदेशस्य इति सूत्रात् उपसर्गात् तिङन्तपदस्य णत्वं भवति यदि निमित्तम् अस्ति चेत् अत्र नदौ इति धातु नीत्वा अनुबन्धानां लोपानन्तरं नदौ इत्यस्य नद् इति रूपं निष्पद्यते दन्त्यनकारः दकारः नद् दन्त्यनकारः अकारः दकारः नद् इत्यस्य शप् इति विकरणप्रत्ययस्य योजनेन अनन्तरं तिङन्तपद लट्लकारस्य ति इति योजनेन लट्लकारस्य प्रथमाविभक्तौ ति इति योजनेन नदति इति रूपं निष्पद्यते तत्र प्र इति उपसर्गस्य योजनेन प्र नदति इति रूपं निष्पद्यते उपसर्गात् असमासेपि नोपदेशस्य इति इति सूत्रेण अत्र असमासे इत्युक्ते नदति इति तिङन्तपदमस्ति तत्कारणम् असमासे अपि नत्वं भवति इति अत्र व्याख्यानं दत्तमस्ति प्रणदति इति रूपं निष्पद्यते अन्यानि उदाहरणानि प्रणमति प्रणयति परिणमति परिणयति अत्र सर्वत्र उपदेशिक अवस्थायां आदौ नकारः भवति धातोः तत्कारणं उपसर्गात् असमासेपि नोपदेशस्य इति सूत्रात् नकारस्य नकारः भवति. समीचीनं समीचीनं. तर्हि अत्र सूत्रे तु असमासे अपि इत्युक्तम्. असमासे इति किमर्थम् उक्तं सूत्रे इति चेत् अत्र तिङन्तपदम् अस्ति चेदपि नत्वं भवति. उपसर्गः अनन्तरं तिङन्तपदम् अस्ति चेदपि नत्वं भवति. यत्र निमित्तम् अस्ति तदर्थम् अत्र उदाहरणमस्ति. प्रयोगः नदति. नदति इति धातुः अपि नोपदेशधातुः अस्ति. नोनः इत्यनेन तस्य दन्ते नकारः जातः. अत्र प्र इति उपसर्गः अस्ति इति कृत्वा पुनः तत्र मूर्धन्यनकारादेशः भवति. उपसर्गात् समासे अपि नोपदेशस्य इति सूत्रेण. अन्यानि उदाहरणानि अत्र तिङन्तपद तिङन्तप्रसङ्गे प्रणमति, प्रणयति, परिणमति सर्वत्रापि अनेन सूत्रेण नत्वं जायते. अस्तु अस्तु. तर्हि अग्रे अरविन्द महोदय पठति वा. आचार्यः, इदानीं सूत्रद्वयं कार्यं करोति वा? समासमध्ये के सूत्रम् आसमासे अस्ति चेत् सूत्र भिन्नसूत्रं कार्यं करोति वा? न, भिन्नसूत्रं नास्ति. समानसूत्रमेव. उपसर्गात् समासे अपि नोपदेशस्य इति सूत्रं समासे अपि कार्यं करोति, असमासे अपि कार्यं करोति. असमासे इत्यनेन किम् अवगम्यते इति चेत् पदद्वयं भवेत् अत्र. एकमस्ति उपसर्गः, एकः उपसर्गः, अन्यः तिङन्तपदं नो चेत् सुबन्तपदम्. अस्तु, अरविन्द महोदय पठतु. वस्तुतः एते धातवः उपदेशावस्थायां नम्, निङ्, नशं, नः एवम् एव पञ्चत्रिंशत् नकारादिधातवः सन्ति. केवलम् अष्टौ धातवः उपदेशे नकारादयः सन्ति. नर्द्, नाद्, नाथ्, नाग्, नन्द्, नक्क, नृ, नृत च. अतः प्रणर्दति, प्रणर्दितुं, प्रणर्दकः अत्र उपसर्ग नत्वस्य निमित्तम् अस्ति, परन्तु नत्वं न भवति. उपसर्गात् असमासे अपि नपो नपदेशस्य इति सूत्रे अन्तिमपदमस्ति नोपदेशस्य. तस्य प्राधान्यम् अत्र दत्तम्. उपदेशावस्थायां पञ्चत्रिंशत् नकारादिधातवः सन्ति. तेषामेव उपसर्गसंहितायां नत्वं दन्तनत्वं विहाय मूर्धन्यनकारं भवति. किन्तु अष्टदन्तनकारधातवः उपदेशावस्थायां सन्ति. तेषाम् इति सूत्रस्य कारणं न भवति. सत्यम् सत्यम्. इत्युक्ते अत्र वयं चिन्तयामः, यदि धातौ तत्र दन्त्यनकारस्य मूर्धन्यनकारः भवति तर्हि तत्र णोणः इति सूत्रस्य आवश्यकता किमर्थं? सर्वे धातवः दन्त्यनकाराः एव भवतु औपदेशिकावस्थायाम् इति चिन्तयामः चेत् अत्र केचन धातवः मूर्धन्य णकारादयः, इत्युक्ते बहवः धातवः मूर्धन्यणकारादयः, कानि केचन धातवः एव अत्र दन्त्यनकारादयः. यदि सर्वे धातवः मूले दन्त्यनकारादयः एव भवन्ति तर्हि उपसर्गात् समासे अपि नोपदेशस्य इति सूत्रे नोपदेशस्य इति पदस्य प्रयोजनं न अवगन्तुं शक्नुमः. तर्हि नोपदेशस्य इत्युक्ते तत्र नोपदेशः इति पदमेव स्थापयितुं न शक्नुमः. तर्हि तत्र अन्यत् किमपि स्थापनीयं भवति. परन्तु अत्र तु नोणः इति सूत्रेण तत्र मूर्धन्यनकारस्य दन्त्यनकारादेशः कृत्वा इदानीं वयं जानीमः केचन धातवः नोपदेशधातवः सन्ति, तेषां कृते एव तत्र उपसर्गात् समासे अपि नोपदेशस्य इति सूत्रस्य कार्यं भवति, अन्यत्र न भवति. अतः ये धातवः दन्त्यनकारादयः सन्ति यथा अत्र नर्द्, नाद्, नात् इत्यादयः, तेषां कृते तु णत्वं न भवति. यदि अत्र परियोगः नर्द् इति अस्ति इति चिन्तयामः चेत् परियोगः नर्द् यद्यपि उपसर्गः अस्ति यद्यपि निमित्तमस्ति तथापि नर्द् इत्यस्मिन् नकारस्य मूर्धन्यणकारादेशः न भवति. किमर्थमिति चेत् सः धातुः नोपदेशः नास्ति. उपदेश अवस्थायाम् आदौ मूर्धन्यणकारः नास्ति अतः तेषां कृते नत्वं न भवति. तदर्थम् अत्र रूपाणि दत्तानि प्रणर्दति प्रणर्दितुं प्रणर्दकः इत्यादीनि रूपाणि तत्र नत्वं न भवति. But this will be a big challenge, you know, how to know the Aupadesha Rupam Kim, it will be very difficult, no? No, tadartham eva dhatu patam pashyamaha, dhatu patam drishtva vayam jani maha. Purvasmin kale tu sarve dhatu patam manasi eva sthapayanti. Uh-huh. Aduna vayam dhatu patam drishtva avagachamaha. Okay. Bhagini, tatra ashtau dhatavaka iti chet shodasha dhatavaha iti vartaha? अष्टौ दातवः इत्युक्ते किं किमर्थं षोडशः द्विगुणितम् अष्टः इति न न अष्टौ इत्युक्ते तत्र अष्टः अष्टौ इति रूपद्वयं वर्तते. अष्टः अष्टौ अष्टौ इति अपि तत्र एकवचने एव अस्ति द्विवचने नास्ति. इत्युक्ते तत्र अष्टः इति बहुवचने एव अस्ति सर्वदा. क्षम्यताम् अष्ट इति बहुवचने एव सर्वदा अस्ति. अष्टौ इति अपि अन्यत् रूपम् अष्टः अष्टौ द्वि अष्टः नास्ति तत्र न न न द्वि अष्टद्वयं नास्ति न न न तथा नास्ति. रूपद्वयम् अस्ति तत्र. सप्तमी विभक्ति अस्ति वा भगिनि? सप्तमी विभक्ति तत्र न न न न सप्तमी विभक्ति नास्ति. अष्टौ दातः न अष्टौ इति पदमपि अस्ति पश्यन्तु. अष्टौ अष्टः अष्टौ इति रूपद्वयं वर्तते सप्तमी नास्ति. शब्दमन्दिरे अस्ति भगिनि अष्ट अष्टौ इति रूप. हा सत्यं रूपद्वयं वर्तते. अस्तु अग्रे मीना भगिनी पठतु. अस्ति वा? ज्ञेयम् अहमस्मि भगिनि. ज्ञेयं यत् उपसर्गात् असमासे अपि नोपदेशस्य इत्यस्य अनुवृत्तिसहितसूत्रमस्ति. इदानीमेव ददाति. उपसर्गात् असमासे अपि नोपदेशस्य रसाभ्यां नूनः अट् कु अनुवृत्तिसहितसूत्रम् उपसर्गात् समासे अपि दीर्घसूत्रमपि अट् कुप्वां व्यवायेऽपि इत्यनेन एतान् वर्णान् वर्जयित्वा निमित्तस्य उद्देशस्य च मध्ये अन्य कोऽपि वर्णः भवति चेत् स च वर्णः नत्वं प्रति व्यवधानं यथा प्रयोगः नियोगः नदति प्रणिनदति. अत्र अक्रुवाभ्याम् इति वर्णान् एतान् वर्णान् वर्जयित्वा निमित्तस्य उद्देशस्य च मध्ये अन्य कोऽपि वर्णः भवति चेत् स च वर्णः नत्वं प्रति व्यवधानं यथा प्रयोगः नि अन्यवर्णः नकारः भवति मध्ये. प्रयोगः नदति नास्ति. प्रयोगः मध्ये नि भवति. तस्मात् एतस्मिन् नकारः व्यधानं ओब्स्ट्रक्षन् क्रियेत् अपि नत्वं भवति इति वदति. सम्यक् सम्यक् भगिनी अवगतं. तस्मादेव अहं मया अवगतम्. एकक्षणं भगिनी, अत्र अत्र उपसर्गात् समासे अपि नोपदेशस्य इत्यस्य अनुवृत्तिसहितसूत्रं तत्र किम् अस्ति? अनुवृत्तिसहितस्य उपसर्गात् असमासे अपि नोपदेशस्य रषाभ्यां नो नः अपि रषाभ्यां नो नः अनुवृत्तिः अक्कुवाभ्यां नुम् अव्ययापेपि संहितायाम् इति अनुवृत्तिसहितसूत्रम् उपसर्गात् असमास प्रथममेव उदितम् उपसर्गात् असमासेपि नकारोपदेशस्य दातवः तस्य असमासे अपि उपसर्गात् परं भवति चेत् तस्य नकारस्य नकारः भवति उपसर्गात् उपसर्गात् इति पदम् अत्र तत्र तस्य विभक्तिः का पञ्चमविभक्ति पञ्चमी इत्युक्ते किम् अत्र परं कार्यं हा परं कार्यं तर्हि उपसर्गः अस्ति तस्य अनन्तरं कार्यं भवति कुत्र कार्यम् अस्ति तस्य अनन्तरं नकारो औपदेशनकारः धातुः अस्ति रषाभ्यां तत्र रषाभ्यां नो नः इति भवति नकारस्य रषाभ्यां कुत्र भवेत् रषाभ्यां कुत्र भवति रषाभ्यां रषाभ्याम् इति हा रषाभ्याम् इति तत्र कीदृश उपसर्गः कीदृश उपसर्गः इति चेत् रषाभ्याम् उपसर्गः तादृश उपसर्गः हा तत्र विशेषणविशेषभावः इत्युक्ते तादृश उपसर्गः यत्र रषाभ्याम् अस्ति रेपशकारकारः अस्ति अस्तु तस्मात् परं ऋकारः कुत्र अस्ति ऋकारः अत्र नास्ति अत्र वार्तिकमस्ति भगिनि यद्यपि सूत्रे ऋकारः न दत्तः परन्तु रेपस्य ग्रहणेन ऋकारस्य अपि ग्रहणं भवति यतोहि रेपः ऋकारस्य श्रुतिसामान्यम् अस्ति इत्युक्ते र इति वदामः चेत् अत्र ऋकारः अपि तस्मिन् अन्तर्भूतः अस्तु भगिनि अत्र उपसर्गस्य अनन्तरम् इत्युक्ते कीदृश उपसर्गः इत्युक्ते रेपशकाराभ्यां रेपशकार उपसर्गः तदनन्तरं एतानि वर्णानि व्यवयाय अपि एतानि मध्ये भवति अपि नत्वं भवति इति वदति सत्यं तर्हि उपसर्गात् रषाभ्याम् उपसर्गात् रषाभ्याम् इत्युक्ते उपसर्गे रेपः षकारः ऋकारः वा चेत् तादृश उपसर्गस्य साक्षात् अनन्तरं कार्यं तर्हि साक्षात् अनन्तरम् इति वयं चिन्तयामः यतोहि पञ्चमी अस्ति परन्तु सूत्रे एव दत्तमस्ति अट्कुप्वाङ् नुं व्यवाये अपि इति इत्यनेन तर्हि उपसर्गः अपि च नोपदेशधातुः तयोः मध्ये अट् वर्णः कु इति कवर्ग्यवर्णः पु इति पवर्ग्यवर्णः आङ् इति उपसर्गः नुम् इति अनुस्वारः एतेषु कश्चन मध्ये मध्ये अस्ति चेदपि नोपदेशधातोः नत्वं भवति अस्तु भगिनि अट् इति किं भवति प्रत्याहारः अट् प्रत्याहारः वाट् हयवर् अट् सर्वे स्वराः नुम् इत्युक्ते अनुस्वारः आङ् इति उपसर्गः अस्तु अस्तु अग्रे अग्रिमवाक्यं किम् अस्ति अट्कुप्वाङ् नुं व्यवायेपि इत्यनेन एतान् वर्णान् वर्जयित्वा वर्जयित्वा निमित्तस्य उद्देशस्य च मध्ये अन्य कोऽपि वर्णः भवति चेत् स च वर्णः नत्वं प्रति व्यवधानं यथा अट् कव अट् प्रत्याहारः कवर्गः पवर्गः आङ् इत्येतेषु विना अन्यवर्णः अस्ति चेत् मध्ये उपसर्ग उपसर्ग औपदेशिकधातु मध्ये अस्ति चेत् नत्वं न भवति इति चिन्तयामि. इत्युक्ते अत्र अत्र अट् कव अट् प्रत्याहार कवर्ग पवर्ग आं नु इत्येव एव मध्ये भवति चेत् उपसर्ग अपि नत्वधातु औपदेश नोपदेशस्य धातु मध्ये एतानि भवेत् चेत् एव नत्वं भवति, अदर्वैस् नत्वं न भवति. सत्यं सत्यं. तर्हि अत्र प्रयोगः नियोगः नदति तत्र किं भवति? प्रयोगः नियोगः नदति नकार नत्वं भवति प्रणिनदति. कुत्र भवति नत्वं? केन सूत्रेण नत्वं भवति? उपदेशे असमासेपि नोपदेशस्य केन सूत्रेण नत्वं भवति अत्र? रषाभ्यां रषाभ्यामेव कारणं रेफमेव उपसर्गस्य रेफं कारणमपि रेफस्य कारणं नदति प्रणदति प्रणीनदति. अत्र तु रषाभ्यां नोनः इत्यस्य कार्यं नास्ति. पश्यति वा रषाभ्यां नोनः कार्यम् अस्ति. कथमस्ति कार्यं स्पष्टीकरोतु. रषाभ्यां नोनः कार्यं न करोति चेत् किमर्थं नत्वं भवति तत्र? ऐ मीन् समानपदं नास्ति. समानपदं नास्ति खलु, समानपदं नास्ति अत्र. अत्र लक्ष्मीभगिनी चिन्तनं किम्? अत्र प्रा इति उपसर्गः अस्ति, नि इति अपि अस्ति. नि इत्यस्य नि णत्वं भवति अत्र उपसर्गात् असमासेपि नोपदेशस्य इति सूत्रेण णत्वं भवति. किन्तु तदनन्तरं कुत्र न इति पदं न इति नकारः अस्ति, तत्र नि इति पद एव तत्र विघ्नः भवति इति मम चिन्तनम्. इत्युक्ते नि इति पदं किम् अस्ति तत्र उपसर्गात् नोपदेशस्य इति नत्वं कुत्र भवति? नि इति पदे एव भवति. नि इति पदे एव भवति वा? कथं नत्वं तत्र एव भवति. प्रणिनदति इति तत्र प्रथमतया नि भवति, अनन्तरं नदति इति पदे नत्वं न भविष्यति इति. अस्तु, अत्र गीता भगिनी किं चिन्तयति? गीताञ्जलि अहं भगिनी गीता भगिनी अत्र अट्कुप्वाये अपि एतत् सूत्रेण नी तत्वं भवति, नी भवति. प्रा उपसर्गः अस्ति, नदति अस्ति तिगन्तपदं, मध्ये अस्ति नि. एतत् सूत्रेण नि भवति नि भगिनि. अत्र रमाबाय् भगिनी भवती किं चिन्तयति? उपसर्गः अस्ति, तदनन्तरं करणि इति भवति, अतः उपसर्गात् समासेपि नोपदेशस्य इति सूत्रेण नकारस्य नकारः भवति. तथा नास्ति. अत्र सुमन् भगिनी किं चिन्तयति? क्षम्यतां, न अत्र प्रयोगः नियोगः नदति यत् अत्र अत्र अत्र किम् अस्ति, केन सूत्रेण नत्वम्? उपसर्गात् समासे अपि नोपदेशस्य कुत्र नत्वं भवति तेन सूत्रेण? समासे तत्र अस्ति खलु, तत्तु औपदेशिकरूपे अस्ति तत्र. न न न न तत्र नी इति तत्र नी इति तत्र औपदेशिकधातुः नास्ति, धातुः नास्ति तत्र. नी इति उपसर्गः. ओ तत्र प्राणी इत्यस्य समासः भवति, तत्कारणम् उपसर्गात् समासे अपि भवति खलु. भवितुम् अर्हति वा? न न रसाभ्यां न करोति, यथा तत्तु समान पदे एव भवति. अत्र प्रयोग नि योग नदति एकं समास न असमासे भवति. इदानीं तिङन्तपदम् अस्ति, प्रणि नदति तिङन्तं अस्ति, असमासे अस्ति, अतः इदानीम् उपसर्गात् असमासे अपि नोपदेशस्य कार्यं करोति. यतः नदति नद् धातु औपदेशिकरूपे णद् अस्ति, अतः एतत् सूत्र सूत्र एतस्य सूत्रस्य प्रसक्तिः भवति. किन्तु रेफः उपसर्ग प्रथम उपसर्गे अस्ति, अनन्तरं प्रथमं नकारस्य नत्वं भवति, अतः द्वितीय उपसर्गस्य नि भवति. केन सूत्रेण भवति? केन सूत्रेण भवति? सूत्रं न उक्तम्. हा अत्र वस्तुतः न अत्र अत्र भगिनी वदतु केन सूत्रेण भवति? तत्र इदानीं अट्कुत्वाङ् कार्यं करोति न. अत्र पश्यतु, सर्वे पश्यन्तु अत्र अत्र सूत्रस्य अर्थः कः. अत्र पश्यन्तु सर्वे, अत्र प्र इति उपसर्गः अस्ति, नद् इति धातुः नोपदेशधातुः अस्ति. तर्हि प्र इति उपसर्गः तदनन्तरं नद् इति धातुः तयोः मध्ये कः वर्णः भवितुमर्हति इति चेत् स्वरः भवितुमर्हति, कवर्गीयवर्णः भवितुमर्हति, आङ् उपसर्गः भवितुमर्हति, स्वरः नुम् इति अनुस्वरः भवितुमर्हति. परन्तु अत्र नी इति उपसर्गः अस्ति खलु, नी इति उपसर्गः मध्ये अस्ति. तर्हि अत्र नी इति उपसर्गे नकारः यः वर्णः अस्ति सः वर्णः बाधकवर्णः अस्ति, व्यवधानम् अस्ति. अतः अत्र उपसर्गात् समासे अपि नोपदेशस्य इत्यस्य प्रसक्तिः नास्ति. अट्कुप्वाङ्गे अपि एकक्षणं भगिनि, अट्कुप्वाङ्गुं व्यवाये अपि इति सूत्रस्यापि प्रसक्तिः नास्ति. किमर्थम् इति चेत् तस्मिन् सूत्रे अपि समानपदे इति पदम् अनुवृत्तमस्ति. अतः प्रयोगः णि इति समानपदं नास्ति. अतः अट्कुप्वाङ्ग् इत्यस्य प्रसक्तिः नास्ति, रषाभ्यां नोणः इत्यस्य प्रसक्तिः नास्ति, उपसर्गात् समासे अपि णोपदेशस्य इत्यस्य प्रसक्तिः नास्ति. किमर्थम् इति चेत् मध्ये बाधकवर्णः अस्ति, नकारः बाधकवर्णः अस्ति, अतः तस्यापि प्रसक्तिः नास्ति. परन्तु तत्र केन सूत्रेण तत्र णि इत्यस्य नकारस्य नत्वं भवति इति चेत् तत्र भिन्नसूत्रमेव अस्ति तदर्थम्. अस्तु, किं सूत्रं तद् अनन्तरम् अनन्तरं वदामि. इदानीं दीर्घसूत्रमस्ति, दीर्घसूत्रमस्ति, अनन्तरं वदामि. परन्तु तत्र भगिनि अत्र उपसर्गद्वयम् अस्ति चेत् अपि समास एव भवति खलु, अतः इदानीं उपसर्गात् न न न न उपसर्गद्वयम् अस्ति चेदपि समासः एव भवति, परन्तु निमित्तं कुत्र भवेत्? उपसर्गे निमित्तं भवेत् खलु? प्र इति उपसर्गे निमित्तमस्ति, परन्तु नि इति उपसर्गे मध्ये नकारः बाधकवर्णः अस्ति, अतः तथा न भवितुम् अर्हति. अत्र अस्माकं सूत्रं नास्ति, उपसर्गात् समासे अपि नोपदेशस्य इत्यनेन न भवति, अट्कुप्वाङ् नुं व्यवाये अपि इत्यनेन न भवति, रषाभ्यां नौनः इत्यनेन न भवति, यतोहि मध्ये बालकवर्णः. किं किं कथम् उत्तरं वक्तव्यम् अस्माभिः यदि सूत्रमेव नास्ति तत्र? हा, वक्तव्यं किं वक्तव्यम् इति चेत् न न नास्ति, वयं न एकक्षणम् अत्र किं वक्तव्यम् इति चेत् उपसर्गात् समासे अपि नोपदेशस्य इत्यस्य प्रसक्तिः नास्ति इति वक्तव्यं, तावदेव वक्तव्यम्, तावदेव वक्तव्यम्. अत्र तु यद्वयं पठितं तैः सूत्रैः अत्र नत्वं न भवति, कथञ्चित् अन्यसूत्रेण किमपि भवति इति तादृशं चिन्तनं भवेत्. अस्तु भगिनि, इत्युक्ते उपसर्गात् असमासे तत् सूत्रं नद्धातोः नकार एव नत्वं करोति, न तु पूर्वस्थित उपसर्गस्य. हा, सत्यं, तदेव सूत्रस्य सूत्रमुक्तं खलु, उपसर्गात् समासे अपि नोपदेशस्य रषाभ्यां नः नः अट्कुपाङ् नुं व्यवाये अपि संहितायाम् इति उक्तं खलु. उपसर्गात् तस्य साक्षात् अनन्तरं नोपदेशधातुः भवेत्, मध्ये अट्वर्णः कवर्ग्यवर्णः पवर्ग्यवर्णः अस्ति चेदपि नत्वं भवति. अत्र तु इकारः तु अट्वर्णः अस्ति, परन्तु नकारः अत्र णी इति उपसर्गे इकारः अट्वर्णः अस्ति, परन्तु नकारः अट्वर्णः कवर्ग्यवर्णः पवर्ग्यवर्णः नास्ति इति कृत्वा व्यवधानम् अस्ति, अतः सूत्रस्य कार्यं न भवति. तस्य कृते सूत्रमस्ति अष्टाध्याये चतुर्थपादे सप्तदशे सूत्र. सूत्रम् अनन्तरं वदामि, अत्र दीर्घं सूत्रमस्ति, अत्र स्थगयामः, अत्र स्थगयामः. अस्तु, सर्वे गृहपाठरूपेण पुनः पठन्तु, अवगच्छन्तु, अग्रिमसप्ताहे मिलिष्यामः. अस्तु, धन्यवादः, नमस्कारः, धन्यवादः. हा भगिनी, क्षम्यतां भगिनी, यदि रषाभ्यां नोणः कार्यम् एव न करोति, समानपदे नास्ति, तदनन्तरं कथम् अत्र पूर्वस्य पृष्ठे अति प्रयोगः नी योगः ल्युट् अपि च परियोगः नाम तदनन्तरमेव नकार भवति, किन्तु तत्तु समानपदे नास्ति, कथं निमित्तं भवति? न न, उपसर्गात् समासे अपि नोपदेशस्य इति सूत्रे समानपदम् इति नास्ति, तत्र समानपदम् इत्यस्य अनुवृत्तिः नास्ति, तस्मिन् सूत्रे समानपदम् इति अनुवृत्तिः नास्ति, तत् सूत्रमेव समासस्य प्रसङ्गे एव तत् सूत्रं कार्यं करोति, यत्र उपसर्गः अस्ति. निमित्तं कथं जानीमः अत्र उपसर्गात्? न, रषाभ्याम् इति पदम् अनुवृत्तम् अस्ति खलु, रषाभ्यां तत्तु वयं मया अवगतं, रषाभ्यां प्रयोग नियोग नदति अपि तत्र एव कार्यं करोति, रषाभ्यां नः णः, किन्तु समानपदे तु इति तु न अनुवृत्ति नास्ति अत्र. अत्र पश्यतु भगिनि, उपसर्गात् असमासे अपि इति सूत्रमेव समासस्य प्रसङ्गे एव कार्यं करोति, समानपदे न भवत्। अत्र उपसर्गः अस्ति, तदनन्तरं तिङन्तपदम् अस्ति अथवा सुबन्तं पदम् अस्ति, यत्र पदद्वयं वर्तते तत्र एव एतस्य कार्यं भवति। तर्हि उपसर्गे निमित्तं भवेत्, उपसर्गे कीदृशनिमित्तम् इति चेत् रषाभ्याम् इति विशेषणमस्ति, उपसर्गे रषाभ्यां भवेत्, तदेव अत्र निमित्तमस्ति। पञ्चमी अत्र निमित्तरूपेण स्वीक्रियते, पञ्चमीविभक्तिः निमित्तरूपेण स्वीक्रियते, अत्र रषाभ्याम् इति एव निमित्तं। तस्य अनन्तरं नोपदेशधातुः भवेत्, अत्र पदद्वयं भवेत्, तत्र एव कार्यं भवति, समानपदम् इत्यस्य विषयः एव नास्ति अत्र। अवगच्छति वा? पुनः अहम् एकं वारं शृणोमि भगिनि ध्वनिं। हा, इत्युक्ते अत्र प्रयोगः नदति इति पश्यति चेत् पदद्वयं वर्तते खलु, प्र इति भिन्नं पदं, नदति इति भिन्नं पदं। तर्हि प्र इति उपसर्गः अस्ति, तत्र रेपः निमित्तमस्ति, अनन्तरं नद् इति धातुः नोपदेशधातुः अस्ति। तर्हि अत्र मध्ये कः वर्णः अस्ति? रेपः अपि च नकारः, तयोः मध्ये कः वर्णः अस्ति? अकारः अस्ति खलु, अकारः अस्ति वा? अस्ति खलु, रेपस्य अनन्तरम् अकारः अस्ति खलु, तादृश अकारः अट् प्रत्याहारे अस्ति, अतः अत्र कार्यं भवितुम् अर्हति, यतोहि अकारः अट् प्रत्याहारे अस्ति। इत्युक्ते अट् प्रत्याहारस्य वर्णः कवर्गीयवर्णः, पवर्गीयवर्णः मध्ये अस्ति चेत् अपि नत्वं भवति, एते वर्णाः बाधकवर्णाः न सन्ति। भगिनि, एतत्सु एतस्मिन् सूत्रे समानपदस्य अनुवृत्तिः नास्ति, नास्ति अनुवृत्तिः नास्ति, तदेव वदन्ती अस्मि, अनुवृत्तिः नास्ति। अनुवृत्तिः अस्ति चेत् तत्र क्लेशः भवति खलु, उपसर्गः अस्ति अनन्तरम् अन्यत् पदम् अस्ति चेत् कथं वा समानपदं भवितुम् अर्हति? समानपदम् इति भवितुं, एतस्मिन् इत्युक्ते अट्कुप् वाङ् वाङ् किमस्ति, अट्कुप् वाङ् नुम् व्यवाये अपि तस्मिन् सूत्रे समानपदस्य अनुवृत्ति भवति। सत्यं, तस्मिन् सूत्रे अनुवृत्तिः अस्ति, तत्र तु भवति। अस्तु, अत्र स्थगयामः, धन्यवादः, नमस्कारः, धन्यवादः भगिनि, शुभरात्रि।